दशमस्कण्ड मठचीहतेजो कुरुषु आटिक्यस जाया उशस्तिर्ह चाक्रायणेभ्य ग्रामे पुत्राणुकवास उद्गीतोपासनप्रसङ्गेन प्रस्थाप्रतिहारविषयमपि उपासनं वक्तव्यमिति इदम् आरभ्यते। आख्यायिका तु सुखाबोधार्थ मठचीहतेषु मठच्यः अशनयः ताभिः हतेषु नाशितेषु कुरुषु कुरुसस्येषु इत्यर्थः। ततो दुर्भिक्षे जाते आटिक्य अनुपजातपयोदरादिस्त्रीव्यञ्जनया सह जाय उशस्तिर्ह नामतः चक्रस्य अपत्यं चाक्रायणः इभो हस्ति तम् अर्हतीति इभ्यः ईश्वरः हस्त्यारोहोव तस्य ग्रामः इभ्यग्रामः तस्मिन् प्रद्राणक अन्न अलाभ द्राकुत्सायां गतौ कुत्सितां गतिं गतः अन्त्यावस्थां प्राप्तः इत्यर्थः। उवास उषितवान् कस्यचित् गृहमाश्रित्य सह इभ्यं कुल्माशान् खादन्तं विवीक्ष्येतकम् उवाच नीतोऽन्ये विद्यन्ते यच्च ये मा इमा उपनीता इति। सः अन्नार्थम् अटन् इभ्यं कुल्माशान् कुत्सितान् माशान् खादन्तं भक्ष्यन्तं यदृच्छया उपलभ्य विभिक्षे याचितवान्। तम् उषस्तिं हा उवाच इभ्यः न इतः अस्मात् मया भक्ष्यमाणात् उच्छिष्टराशेः कुल्माश अन्ये न विद्यन्ते यच्च ये राशो मे मम उपनिहितः प्रक्षिप्तः इमे भाजने किं करोमि इत्युक्तः प्रत्युवाच उषस्ति एतेषां मे देहीति होवाच तानस्मि प्रदौ हन्तानुपानमिति उच्छिष्टं वै मे पेतुकं स्यादिति होवाच एतेषाम् एतान् इत्यर्थः मे मह्यं देहीति ह उवाच तां सैभ्यः अस्मै उषस्ते प्रदत्तवान् पानाय समीपस्थं मुदकं च गृहीत्वा उवाच हन्त गृहाण अनुपानम् इत्युक्तः प्रत्युवाच उच्छिष्टं वै मे मम इदं मुदकं पीतं स्यात् यदि पास्यम् इति उक्तवन्तं प्रत्युवाच इतरः न स्विद्येते उच्छिष्टा इति न वा अजीविष्यम् इमान् अकादन् इति होवाच कामो मम उदपानमिति। किं न स्विद्येते कुल्माशः अपि उच्छिष्टः इत्युक्तः आह उषस्ति न वै अजीविष्यं नैव जीविष्यामि इमान् कुल्माशान् अकादन् अभक्ष्यन् इति होवाच कामः इच्छातः मे मम उदकमानं लभ्यते इत्युक्तः। अतश्च एतामवस्थां प्राप्तस्य विद्याधर्मयशोवतः स्वात्मपरोपकारसमर्थस्य एतदपि कर्म कुरोतु न अगस्पर्शः इत्यभिप्रायः। तस्यापि जीवितं प्रति उपायान्तरे अजुगुप्सिते सति जुगुप्सितमेतत् कर्मदोषाय ज्ञान अवलेपेन कुरोतु नरकपातः स्यादेव इत्यभिप्रायः। प्रद्रोणकशब्दश्रवणात् सह खादित्वा अतिशेषान् जायाजहार साग्र एव सुभिक्षा बभूवं तान् प्रतिगृह्य निदधौ तांश्च स खादित्वा अतिशेषान् अतिशिष्टान् जायायै कारण्या तु आजहर स आटिकी अग्रे एव कुल्माशप्राप्तेः सुभिक्ष शोभनभिक्ष लब्धान्न इत्येतत् बभूव संवृत्त। तथापि स्त्रीस्वाभाव्या तु अनवज्ञाय तान् कुल्माशान् पत्युः हस्तात् प्रतिगृह्य निदधौ निक्षिप्तवती। सः प्रातः सञ्ज्ञानुवाच यद् बत अन्नस्य लभेमि लभेमि धनमात्रागं राजा तु यक्षते समा सर्वैः आत्मज्यैः नीतेति। स तस्याः कर्म जानन् प्रातः उषःकाले सञ्ज्ञान शयनं निद्रां वा परित्यजन् उवाच पत्न्याः शृण्वन्त्यः यत् यदि बत इति खिद्यमानः अन्नस्य स्तोकं लभेमहि तद्भुक्त्वा अन्नं समर्थो गत्वा लभेमहि धनमात्रं धनस्य अल्पं ततः अस्माकं जीवनं भविष्यति इति। धनलाभे च कारणमहं राजासौ न अतिदूरे स्थाने यक्षते यजमानत्वा तु तस्य आत्मनेपदं स च राजा मां पात्रमुपलभ्य सर्वैः आत्मज्यैः ऋत्विकर्मभिः ऋत्विक्कर्मप्रयोजनाय इत्यर्थः वृणीत इति। तं जायोवाच हन्त पाता इम एव कुल्माशा इति तान् खादित्वा मम यज्ञं विततं येयाय। एवम् उक्तवन्तं जायोवाच हन्त गृहाण हे पते, इमे एव ये मध्यस्थे विनिक्षिप्ताः त्वया कुल्माश इति। तान् खादित्वा अमुं यज्ञं राज्ञो विततं विस्तारितं ऋत्भिः येयाय। तत् उद्गातॄन् आस्ताविस्तोष्यमाणान् उपोपवेशा सह प्रस्तुतर्मुवाच। तत्र च गत्वा उद्गातॄन् उद्गातृपुरुषान् आगत्य स्तुवन्ति अस्मिन्निति आस्तावः। तस्मिन् आस्तावे स्तोष्यमाणान् उपोपविवेश, समीपे उपविष्टः तेषामित्यर्थः। उपविश्य च सः प्रस्तोतर्मुवाच, प्रस्तोतर्ञा देवता प्रस्ताव मन्मायुक्ता तां दिच्छेद् अविद्वान् प्रस्तोष्यति मूर्धा ते विपतिष्यति इति। हे प्रस्तोतः इति आमन्त्र्य अभिमुखीकरणाय या देवता प्रस्तावं प्रस्तावभक्तिम् अनुगत अन्वायत्त तां चेत् देवतां प्रस्तावभक्तेः अविद्वांसन् प्रस्तोष्यति विदुषो मम समीपे, तत्परोक्षेऽपि चेत् विपयत्ते तस्य मूर्ध। कर्ममात्रविधाम् अनधिकारः एव कर्मणि स्यात् तच्चानिष्टम्। अविदुषामपि कर्मदर्शनं दक्षिणमार्गश्रुतेश्च, अनधिकारे च अविदुषाम् उत्तर एव एको मार्गश्रूयेत्। न च स्मार्तकर्मनिमित्ते एव दक्षिणः पन्तः यज्ञेन दानेन इत्यादिश्रुते, ततोक्तस्य मया इति च विशेषणं विद्वत्समक्षमेव कर्मणि अनधिकारः। न सर्वत्र अग्निहोत्रस्मार्तकर्म अध्ययनादिश्च अनुज्ञायः तत्र तत्र दर्शनं, कर्ममात्रविधामपि अधिकारः सिद्धः कर्मणि इति मूर्धाते विपदिष्यति। एवमेव उद्गातारमुवाच, उद्गातर्या देवतो उद्गीतमन्मायित्वा तां चेद विद्वान् उद्गास्यते मूर्धाते विपदिष्यति इति। एवमेव प्रतिहर्तारमुवाच, प्रतिहर्तर्या देवता प्रतिहर्मन्मायित्वा तां चेद विद्वान् प्रतिहरिष्यति मूर्धाते विपदिष्यति इति। ते समारताः तूष्णीमासां च क्रीडे। एवमेव उद्गातारं प्रतिहर्तारमुवाच इत्यादि समानमन्यते। ते प्रस्तोत्रादयः कर्मभ्यः समार्थाः व्रताः सन्तः मूर्धपादभयात् तूष्णीमासाञ्च क्रीडेम् अन्यच्च अकुर्वन्तः अर्थित्वात् इति दशमखण्डभाष्यम्। एकादशखण्डः, अतः एनं यजमान उवाच, भगवन्तं वाहं विविदिषाणीति उषस्थिः अस्मि चाक्राणीति उवाच। अथ अनन्तरं हयेनं उषस्थिं यजमानः राजा उवाच, भगवन्तं पूजावन्तं वै अहं विविदिषाणि वेदितुम् इच्छामि। इत्युक्तः उषस्थिः अस्मि चाक्राण्यः तवापि श्रोत्रपथम् आगतो यदि इति ह उवाच उक्तवान्। स उवाच, भगवन्तं वाहमेभिः सर्वैः आत्विजैः पर्यैषिजं भगवतो वा अहम् अवित्वा अन्यान् अवृषि। सः यजमान उवाच, सत्यमेवम् अहं भगवन्तं बहुगुणम् अश्रोषं सर्वैश्च ऋत्युक्रम्भिः आत्विजैः पर्यैषिजं पर्येषणं कृतवान् अस्मि। अन्विष्य भगवतो वा अहम् अवित्य अलाभेन अन्यानिमान् अवृषीवृतवान् अस्मि। भगवागुंस्त्वेव मे सर्वैः आत्मिज्यैः इति तथा इति। अथ तर्हि एत एव समितिसृष्टा स्तुवतां यावत्तु येभ्यो धनं दद्यः तावन्मम दद्या इति तदेतिह यजमानो वाच। अद्यापि भगवानस्तु एव मे मम सर्वैः आत्मिज्यैः ऋत्विक्रमार्थम् अस्तु इत्युक्तः तथा इत्याह वशस्ति। किन्तु अथ एवं तर्हि एते एव त्वया पूर्वं वृताः मया समसि सृष्टाः मया सम्यक् प्रसन्नेन अनुज्ञाताः सन्तः स्तुवतां त्वया तु एतत् कार्यं यावत्तु येभ्यः प्रस्तोत्रादिभ्यः सर्वेभ्यो धनं दद्यः प्रयच्छसि तावन्मम दद्यः इत्युक्तः तदेतिह यजमानः उवाच। अतः एनं प्रस्तोत उपसदात प्रस्तोतर्या देवता प्रस्तावमन्मायित्ता तां चेद विद्वान् प्रस्तोष्यति मूर्धाति विपतिष्यतीतिं मा भगवान् अवोचतु कथमा सा देवतीतिम्। अतः एनम् औषस्थ्यं वचः श्रुत्वा प्रस्तोत उपसदात औषस्थ्यं विनयेन उपजगाम। प्रस्तोतर्या देवता इत्यादीं मां भगवान् अवोचतु पूर्वं कथमा सा देवता या प्रस्तावभक्तिमन्वायत्त इति। प्राणेति उवाच, सर्वाणि हवायमानि भूतानि प्राणमेव अभिसंविशन्ते प्राणम् अभ्युज्यते सैषा देवता प्रस्तावमन्वायत्त तां चेद विद्वान् प्रास्तोष्यो मूर्धा ते विपदिश्य तथोक्तस्य मयीति। पृष्टः प्राण इति उवाच, युक्तं प्रस्तावस्य प्राणदेवता इति। कथं? सर्वाणि स्थावरजङ्गमानि भूतानि प्राणमेव अभिशंसन्ति प्रलयकाले। प्राणमभिलक्षयित्वा प्राणात्मन एव उज्जिहते, प्राणमेव उद्गच्छन्ति इत्यत्र उत्पत्तिकाले। अतः सैषा देवता प्रस्तावमन्वायत्त, तां चेदविद्वान् त्वं प्रास्तोष्य प्रस्तवनं प्रस्तावभक्तिं कृतवानसि इति। मूर्धशिरः ते व्यपतिष्यतु, विपतितम् अभविष्यतु, ततोक्तस्य मया तत्काले मूर्धा ते विपतिष्यति इति। अतः त्वया साधुकृतं मया निषिद्धः कर्मणः यदुपरमम् अकर्षिः इत्यभिप्राय। अतः एनम् उद्गात उत्साद उद्गातर्या देवता उद्गीतमन्वायत्त, तां चेदविद्वान्द्गास्यति मूर्धा ते विपतिष्यति इति मा भगवन् अवोचतु कथमा सा दीयते इति। तथा उद्गात पप्रच्छ, कथमा सा उद्गीतभक्तिमनुगता अन्वायत्ता देवता इति। आदित्यति उवाच, सर्वाणि हवायमानि भूतानि आदित्यम् उच्चैः सन्तं गायन्ति, सैषा देवता उद्गीतमन्वायत्तां, तां चेदविद्वान् उदगास्य मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयीति। पृष्टः आदित्यति उवाच, सर्वाणि हवायमानि भूतानि आदित्यम् उच्चैः ऊर्ध्वं सन्तं गायन्ति शब्दयन्ति स्तुवन्ति इत्यभिप्राय। उच्छब्दसामान्य प्रशब्दसामान्यादिव प्राणः, अतः सैषा देवता इत्यादि पूर्व। अतः एनं प्रतिहर्ता उपसदा प्रतिहर्तर्या देवता प्रतिहारम् अन्वायत्ता, तां चेद् विद्वान् प्रतिहरिष्यति मूर्धा ते विवृतिष्यति इति मा भगवन् मोचतु कथमासा देवते इति। एवमेव अथ ह एनं प्रतिहर्ता उपसदा कथमा सदीवत प्रतिहारम् अन्वायत्त इति। अन्नमिति उवाच, सर्वाणि हवायमानि भूतानि अन्नमेव प्रतिहरमाणानि जीवन्ति, सैषा देवता प्रतिहारम् अन्वायत्ता, तां चेद् विद्वान् प्रत्यहरिष्यो मूर्धा ते विवतिष्य तथोक्तस्य मयीति, तथोक्तस्य मयीति। पृष्टः अन्नमिति उवाच, सर्वाणि हवायमानि भूतानि अन्नमेव आत्मानं प्रति सर्वतः प्रतिहरमाणानि जीवन्ति, सैषा देवतां प्रतिशब्दसामान्या तु प्रतिहारभक्तिमनुगत समानमन्यतो तथोक्तस्य मया इति। प्रस्ता उद्गीतप्रतिहारभक्तिः प्राणादित्या अन्नदृष्ट्या उपासीता इति समुदायार्थः। प्राणादि आपत्तिः कर्मसमृद्धिर्वा फलमिति।